नमस्ते. अद्य स्वादिगणः इति पाठः प्रवर्तते. तर्हि रामप्रिया भगिनी वदति वा प्रत्ययभेदः कीदृशः भवितुम् अर्हन्ति? तर्हि कार्याणि, सन्निमित्तकार्याणि कीदृशानि भवन्ति इति वदति वा? तदेव किल, संयोगपूर्व उकारः असंयोगपूर्व. तस्मात् पूर्वम् अजादिप्रत्ययः अजादिपित् अजादि अपि. प्रथमं तु हलन्तधातु अजन्तधातु इति. हलन्तधातूनां कृते हलादिपित् अस्ति, अपित् अपि अस्ति. यदा पित् अस्ति चेत् गुणः सम्भवति. हलादिपित् अस्ति चेत् केवलं गुणः, अनन्तरं वर्णमेलनमेव. यदा अजादिपित् अस्ति चेत् गुणः, अनन्तरं अवादेशः भवति, सन्धिकार्यं भवति. अपित् अस्ति चेत् यदा हलादि अपित् अस्ति चेत् गुणनिषेधः भवति. अनन्तरम् अजादि अपित् अस्ति चेत् उवङ्ग आदेशः भवति. यदा अजन्तधातूनां कृते अपि पित् समानकार्यमेव. अपित्सु अपि अपित् अस्ति चेदेव किञ्चित् विशिष्टकार्याणि सन्ति. अजन्तधातु अपित् अस्ति चेत् लोपः भवति. वकार मकारपरे उकारस्य विकल्पेन लोपः भवति. यदा अजादि अस्ति चेत् उष्णुवोः सार्वधातुके इति सूत्रेण यण् आदेशः भवति. तावदेव किल भगिनि? आमां भगिनि, धन्यवादः. तर्हि प्रथमं कुर्मः. तर्हि तदेव भगिनी अजन्तधातोः हलन्तधातुः इति. यत्र अजन्तधातुः भवति संयोगपूर्वकारः न भवति, हलन्तधातूनां कृते संयोगपूर्वकारः भवति. तर्हि शक्नु इत्यस्य लट्लकारं वयं दृष्टवन्तः खलु? धातोः लट्लकारः, लोट्लकारः अपि दृष्टवन्तः खलु? लोट्लकारः न इति. अस्तु, तर्हि लोट्लकारम् आरभ्य. तर्हि हेमा भगिनी वदति वा? आम् आं भगिनि, लोट्लकारे किल, लोट्लकारे तु ताम् अन्तु इति प्रथमपुरुषे सिद्धतिङ् प्रत्ययः अस्ति. तदनन्तरं शून्यं तात् विकल्पेन तात् अपि अस्ति तत्र. शून्यं तात् तं त आनि आव आम इति सिद्धतिङ् प्रत्ययाः सन्ति. इदानीं शक्नुयोगः तु अस्ति चेत् तु हलन्त अपित् हलन्तपित् अस्ति, हल्पित् हलादिपित् अस्ति. तर्हि पित् कारणेन गुणः भवति. शक्नु तर्हि शक्नो इति भवति. सूत्रस्य नाम अपि वदति वा? आम् आं वदामि भगिनि. सार्वधातुकम् आर्धधातुकयोः इति अनेन इक् वर्णस्य उकारस्य ओकारः भवति. शक्नो इति भवति. शक्नो तु योजनेन शक्नोति इति रूपं प्राप्नोति. विकल्पेन तात् अपि आगच्छति तत्र. तात् तु तातङ्ग् अस्ति. तातङ्ग् कारणेन तत्र ङित् अस्ति. अतः ङिति च कारणेन तत्र गुणनिषेधः भवति. तर्हि सार्वधातुकमार्धधातुकयोः इति कार्यं न करोति. गुणनिषेधः ङिति च इति भवति. अतः केवलं मेलनमेव भवति. शक्नुतात् इति रूपम् आगच्छति. शक्नोतु शक्नुतात् द्विवचने शक्नुयोगः ताम्. तामपि हलादि अपित् अस्ति. अपित् कारणेन गुणकार्यः न भवति. गुणकार्यं न भवति, अपि तु अपि हलादि अस्ति अतः सन्धिकार्यमपि नास्ति, केवलं वर्णमेलनमेव. शक्नुयोगः तात् शक्नुतात् इति, तदनन्तरं शक्नुयोगः अन्तु इति, अन्तु तु अजादि अपित् अस्ति, अपित् कारणेन तत्र गुणः न सम्भवति, गुणः न भवति. पुनः अजादि अस्ति अतः तत्र इको यणाचि सामान्यसूत्रमस्ति. शक्नुयोगः अन्तु उयोगः अ ओकारस्य क्षम्यतां यका बकारस्य इको यणाचि सूत्रस्य प्रसक्तिरस्ति, परन्तु तत् प्रभाद्य तत्र सार्वधातुकम् आर्धधातुकयोः तस्य प्रसक्तिरपि अस्ति, परन्तु तत् प्रभाद्य अपित् अस्ति इति कारणेन सार्वधातुकम् अपित् अपित् कार्यं करोति. निति च इति सूत्रेण तत्र गुणकार्यं न भवति. तदनन्तरं विशिष्टसूत्रमस्ति अजादि अपित् अस्ति इति, अचिष्णु धातु ब्रुवां युवोर् युवङ्गौ इति कार्य इति सूत्रेण ऊ स्थाने उवङ्गादेशः भवति. तर्हि शक्नुयोगः उव योगः अन्तु शक्नुवन्तु इति रूपम् आगच्छति. किमपि सूत्रं त्यक्तवती वा? न भगिनि, पूर्णतया उक्तवती. किमर्थम् उष्णोः सार्वधातुके इत्यस्य कार्यं न भवति? उष्णोः वा? उष्णोः तु केवलम् अजन्तधातूनां कृते भवति, असंयोगपूर्वकः अस्ति चेत्. अत्र तु संयोगपूर्वकः अस्ति शक्नु इति, तदर्थं कार्यं न भवति. पुनः भगिनि एकः प्रश्नः अस्ति ह्यः महोदयस्य वर्गे, अचिष्णु धातु ब्रुवां तस्य सूत्रसङ्ख्या षष्टम अध्याये आगच्छति, सार्वधातुक अर्धधातुकयोः तु सप्तम अध्याये आगच्छति, अङ्गकार्यम् अस्ति इति. तर्हि उभौ अपि अङ्गकार्यम् अङ्गकार्ये द्वौ अपि, परन्तु परसूत्रं बलम् इति वयम् अत्र प्रयोक्तुं न शक्नुमः. विप्रतिषेधे परं कार्यम् अत्र कार्यं न करोति, तथा एव कार्यं तदेव कार्यं करोति खलु, अतः एव सार्वधातुकं न. परन्तु अचिष्णु धातु एव कार्यं करोति किल भगिनि तत्र? अचिष्णु धातु उभयोः अन्यत्र लब्धावकाशः अस्ति खलु, अचिष्णु पुनः सार्वधातुकमपि न. भवतः प्रश्नः इको यणचि अचिष्णु इति किं बलमस्ति इति. ह्यः अचिष्णु पुनः सार्वधातुकम् इति प्रश्नस्य सुब्रह्मण्यमहोदय पृष्टवान्. परसूत्रं बलवत् इत्यनेन सार्वधातुक अर्धधातुकयोः इति एव बलं भवति खलु, एव कार्यं करोति किल तत्र, उवङ्गादेशः आगच्छति किल अन्तु कुत्र इति प्रश्नः उदेति. इदानीं यत्र यत्र अजङ् अजादि अस्ति, उदाहरणार्थम् आनि इति अस्ति खलु मध्यमपुरुषे उत्तमपुरुषे, तर्हि तत्र अचिष्णु सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति, अचिष्णुधातु ध्रुवं योरिवङ्गौ इत्यस्य प्रसक्तिः अस्ति. तत्र किं कार्यं सम्भवति? अत्र तु सार्वधातुक अर्धधातुकयोः इत्यस्य एव कार्यं सम्भवति. किमर्थम् इत्युक्ते सार्वधातुक अर्धधातुकयोः परसूत्रमस्ति, अतः कार्यं सम्भवति. इदानीं यत्र अन्ति इति अस्ति, भगिनी यत् उक्तवती अन्तु इति अस्ति, तत्र तु सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति, किन्तु कार्यं तु कदापि न भवति. सार्वधातुक इत्यस्यैव बलं भवति, प्रसक्तिः अस्ति, किन्तु कार्यं न भवति. कार्यं न भवति किमर्थम् इत्युक्ते सार्वधातुकमपि नितिचैतन्येन गुणकार्यं निषिद्धं भवति, तर्हि कार्यं न सम्भवति. तस्य बलमस्ति तत्रापि, किन्तु कार्यं न सम्भवति. तर्हि तद् प्रवाद्य नितिचैत कार्यं भवति. इदानीं गुणकार्यं निषिद्धं भवति, अनन्तरं किम्? इदानीं किं किम् अस्ति? इकोयणचि पुनः प्रसक्तिः अस्ति, अचिष्णुदात ब्रुवाङ्ग् युवर्वङ्गौ इत्यस्य प्रसक्तिः अपि अस्ति. तर्हि तयोः मध्ये कस्य बलम् अधिकम् इत्युक्ते अचिष्णुदात ब्रुवाङ्ग् इत्यस्य बलम् अधिकं. किमर्थम् इत्युक्ते अङ्गनिमित्तिकं कार्यम् अस्ति इत्यस्मात् बलम् अधिकं भवति. अनन्तरं सर्वधातु सार्वधातुक आर्धधातुकं एतयोः मध्ये तु सार्वधातुक आर्धधातुकयोः अतिष्ठुदात ब्रुवाङ्ग् युवरङ्ग इत्यनयोः मध्ये तु सार्वधातुक आर्धधातुकयोः इत्यस्य एव बलं सर्वदा अधिकं, सर्वदा तथा एव भवति. बलमधिकं सार्वधातुक आर्धधातुकयोः इत्यस्य एव. यदि कार्यं सम्भवति चेत् तदेव भवति, किन्तु यत्र कार्यं न सम्भवति, निषिद्धं भवति सार्वधातुकम् अपि इति चैत्यनेन, तत्र तत् सूत्रं न कार्यं बलवत् चेत् अपि कार्यं न करोति. तत्पूर्वम् एकं सूत्रं पठितवन्तः किल भगिनि, बलाबलं तत्र, तत् सूत्रं परसूत्रं वा अपवादसूत्रं वा अन्तरङ्गं, तत् सूत्रं किमपि वदति? पूर्वपर अन्तरङ्ग पूर्व पर अन्तरङ्ग नित्य अपवाद अपवादानाम् उत्तरोत्तरं बलीयः. तर्हि अन्तरङ्गम् इत्युक्ते तस्य कार्यक्षेत्रं नूनम् इति एव. न्यूनम्? आं भगिनि. अस्तु भगिनि, मीना भगिनि किमपि उक्तवती आसीत्? न भगिनि. तर्हि मीना भगिनी वदति वा, इदानीं समयः वर्तते वा भगिनि, अवकाशः अभवत् वा भगिन्याः? निमिषौ. तर्हि सुब्रह्मण्य महोदय वदति वा मध्यमपुरुषस्य कार्यम्? भगिनि, अत्र लोट्लकारस्य मध्यमपुरुष एकवचनरूपम् अस्ति हि विकल्पेन, तात् अत्र अङ्गमस्ति शक्नु, शक्नु योगः हि अत्र अपि अस्ति, हलादि अपि अस्ति, अत्र सार्वधातुक अर्धधातुकयोः तस्य प्रसक्तिः अस्ति, अनन्तरं सार्वधातुकमपि नित्वत् भवति, तत्कारणात् नितिचैत्यनेन गुणनिषेधः, तत्कारणात् अत्र केवलं वर्णमेलनमेव, शक्नु योगः हि शक्नु हि विकल्पेन शक्नु योगः. तर्हि इति तु पूर्वं तु सिप् इति आसीत् खलु, तर्हि किमर्थं सिप् इति पित् अस्ति, किमर्थम् अत्र अपित् इति? अत्र लोट् लकारे सेर् ह्यपिच्च इत्यनेन सी स्थाने हि आगच्छति प्रथमं, तत् आदेशः तु अपित् अस्ति, तत्कारणात् अत्र हि अपित् भवति. स्वीकरोति आं महोदय. अनन्तरम् अत्र शक्नुतात् तथैव, अत्र तात् अपि हलादि अस्ति, अपित् अस्ति, तत्कारणात् यथा शक्नुहि तथा शक्नुतात् अपि, तथैव शक्नुयोगः तं शक्नुतं, शक्नुयोगः त शक्नुत, अत्रापि हलादि अपित् द्वयोः अपि, तत्कारणात् तत्र कोऽपि कार्यं न भवति, केवलं वर्णमेलनमेव. अस्तु महोदय, धन्यवादः महोदय. तर्हि मीना भगिनी समये उत्तमपुरुषस्य वदतु. उत्तम शक्नु शक्नुवाणि आनि इति प्रत्ययः अजन्तप्रत्ययः अजादिप्रत्ययः अपित् अपि अपित् अपित् नास्ति, मिप् इति मूलप्रत्ययः, अतः आनी अपि पित्वं भवति. अनन्तरम् अन्यत् सूत्रमपि पित्वम् आरोपयति खलु. किमस्ति तत् अन्यसूत्रं? पुनः पित्वम् आरोपयति खलु. आडुत्तमस्य पिच्छ लोटः लस्य उत्तमस्य आट् पिच्छ अतः पित्वम् आरोपयति. शक्नुयोगः आनि उकारः ओकारः भवति. शक्नुयोगः आनि केन सूत्रेण? ओ सार्वधातुक आर्धधातुकयोः. इदानीं तत्र तु इको एनसि इत्यस्य अपि कार्यं भवितुमर्हति खलु. शक्नुयोगः इको एनचि प्रथमम् अङ्गकार्यं भवति, तदनन्तरं वर्णमेलनसमये इको एनचि कार्यं करोति. तर्हि अङ्गकार्यं बलवद् भवति, अतः इको एनचि प्रभाद्य सार्वधातुकः कार्यं करोति. कार्यं करोति तदनन्तरं एचोयवायावः कार्यं करोति. शक्नुवानि इति अवादेशः भवति. शक्नुवानि इति भवति. अस्तु भगिनि, अनन्तरं इतरम् आव आम अपि आडुत्तमस्य पिच्च इति कारणेन पित्वम् आरोपयति. शक्नुयोगः आव शक्नोयोगः आव ओकारस्य स्थाने किम् आदेशः भवति? एचोयवायावः शक्नवाव शक्नवाव औ आदेशः भवति. शक्नवाव शक्नवाम समानकार्यमस्तु. धन्यवादः भगिनि. अस्तु, इदानीं रामप्रिया भगिनी वदति वा लोट्लकारस्य? लङ्लकार लङ्लकारः लुङ् लङ् लुङ् षु ष्वडुदातः इति प्रथमम् अडागमः भवति. सर्वे लङ्लकार सिद्ध प्रत्ययानां कृते रूपं प्रथमपुरुषे एकवचनं शक्नुयोगः इत् हलादिपित् अस्ति. सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणकार्यं भवति. अशक्नोत् इति भवति. शक्नुयोगः तां तद् हलादि अपित् अस्ति. सार्वधातुकम् अपित् इति सूत्रेण सार्वधातुकमपि किङ् निति च इति सूत्रेण गुणनिषेधः भवति. अशक्नुताम् शक्नुयोगः अन् तत्तु अजादि अपित् अस्ति. अत्र तु उवङ् आदेशः भवति अचिष्णुधातुभ्रुवां युवोर्योङ्गौ इति सूत्रेण. अशक्नु योगः उ योगः अन् अशक्नुवन् इति रूपम् अशक्नोत् अशक्नुताम् अशक्नुवन् इति प्रथमपुरुषे. मध्यमपुरुषस्य आं भगिनि म्यूट् मध्ये आसम्. इदानीं मध्यमपुरुषस्य रूपाणि सन्ति अशक्नुयोगः सि अस्ति, तत् सकारः अस्ति. सकारस्य सिप् अपि पित् अस्ति, अतः गुणकार्यं सम्भवति सार्वधातुक आर्धधातुकयोः अनेन. अतः अशक्नु अशक्नु इति भवति. अशक्नुयोगः सकारः तत्र अन्तिमसकारः अस्ति, अतः ससजुषोरुः पदान्तस्य सस्य ऋत्वं प्राप्नोति. अशक्नोर्भूत्वा तदनन्तरं खरवसानयोर्विसर्जनीयः, अनेन विसर्गः भवति. अतः अशक्नोः इति रूपं प्राप्नोति. तदनन्तरं तम् अत्र तं त द्वयोरपि हलादि अपित् अस्ति, तर्हि अपित् अस्ति अतः गुणकार्यस्य निषेधः भवति मिति च सूत्रेण. सर्वधातुकम् अपित् मिति च सूत्रेण तत्र गुणकार्यः न भवति. पुनः केवलं वर्णमेलनमेव भवति, सन्धिकार्यमपि न भवति, हलादि अस्ति. अशक्नु योगः तम्, अशक्नु तम्, अशक्नु योगः त, अशक्नुत इति रूपे. शक्नु योगः पित्वम् अस्ति मिप् इति कारणेन शक्नो योगः एचोयवायावः इति सूत्रेण शक्नुवम् इति भवति. अनन्तरम् अव् आदेशः भवति, उकारः न दृश्यते तत्र. अशक्नवम् एचो यवायावः. लुङ् लङ् लृङ् श्व लङ् लुङ् लङ् लृङ् श्व ष्वडुदातः इति सूत्रेण अकारः आदौ आगच्छति लङ् लकारे. अशक्नुवम् अशक्नवं क्षम्यताम्, शक्नुयोगः वा हलादिप्रत्ययः अपित् अपि अस्ति, अतः शक्नुव अशक्नुव इति रूपम्. तत्र उकारस्य लोपः भवति वा? उकारस्य लोपः अशक्नुव, उकारस्य लोपः किमर्थं भवति? लोपस्य अस्य अन्यतरस्यां मोः इति सूत्रेण लोपः भवति वा उकारस्य? ओ आम्, अन्यत् विकल्परूपं विकल्परूपं विकल्परूपं न अस्ति, किञ्च संयोगपूर्वकम् अस्ति, अतः विकल्परूपं नास्ति. शक्नुव एव, शक्नुम अपि समानकार्यम्. धन्यवादः सुब्रह्मण्यं महोदय. अग्रिमं विधिलिङ्गकारः, तत्र यात् यातां युः, याः यातं यात, यां यावयाम, अत्र यासुट् परस्मयपदेषु धात्तो निच्च इत्यनेन सर्वे प्रत्ययाः अपित् प्रत्ययाः अपि च हलादि प्रत्ययाः, तत्कारणात् अत्र यद्यपि सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति, अनन्तरम् अपित् कारणात् सार्वधातुकम् अपेत् नित्वद् भवति, तत्कारणात् निति च इत्यनेन गुणनिषेधः. अत्र तु सार्वधातुकम् अपित् इत्यस्य कार्यं नास्ति खलु महोदय, अत्र तु पूर्णतया वदति नित्वत् इति एव वदति सूत्रमेव, नित्वमेव सूत्रेण गुणनिषेधः. अस्तु भगिनि, सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः न भवति, किमर्थं चेत् यथा भवती उक्तवती अत्र यासुट् परस्मैपदेषु धात्तो निच्च इत्यनेन सर्वे प्रत्ययाः नित्वत् तत्कारणात् निति च इत्यनेन गुणनिषेधः, केवलं वर्णमेलनमेव. शक्नुयोगः यात् शक्नुयात्, शक्नुयातां शक्नुयुः, शक्नुयाः शक्नुयातं शक्नुयात, शक्नुयां शक्नुयाव शक्नुयाम. पुष्प भगिनि नमस्ते भगिनि, पुष्प भगिनि अस्ति खलु? हलो कः आगतः नूतनः कः आगतः पुष्पा एव आमां ध्वनिः श्रुतः मया इति अस्तु धन्यवादः भगिनि किन्तु भगिनी तु प्रायः न्यूस् मध्ये अस्ति इति मन्ये अस्तु तर्हि पुनः रामप्रिया भगिनी वदति वा चिनु इति स्वीकृति इदानीं चिनु इति कीदृशम् अङ्गमस्ति असंयोगपूर्व उकारः अस्ति चिनु अजन्तदातु चीदातुः तस्य अङ्गमेव चिनु इति भवति तत्तु उभयपदी अस्ति लट्लकारे प्रथमं रूपं प्रथमपुरुषे चिनुयोगः ति तत्तु हलादि पित् अस्ति अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः सम्भवति चिनु ति इति रूपं भवति चिनुयोगः तः हलादि अपित् अस्ति सार्वधातुकम् अपित् ङिति च इति सूत्रेण गुणनिषेधः भवति चिनुतः इति रूपं चिनुयोगः अन्ति अजादि अपित् अस्ति अत्र तु असंयोगपूर्व उकारः इति कारणात् उष्णुवोः सार्वधातुके इति सूत्रं कार्यं करोति अचिष्णु धातुभ्रुवां युवोर्यङ्गौ प्रबाध्य चिन् योगः प्रथमम् इकोयणचि इकोयणचि प्रबाद्य सार्वधातुक आर्धधातुकयोः सार्वधातुक आर्धधातुकयोः सूत्रं प्रबाद्य अपित् अस्ति अतः सार्वधातुकम् अपित् ङिति च इति सूत्रेण गुणनिषेधः अचिष्णु धातुगुवां युवर्यङ्गौ अत्र कार्यं अस्य प्रसक्तिः अस्ति अत्र परन्तु असंयोगपूर्व उकारः अचि परे अस्ति अतः यण् आदेशः भवति कूष्णुवोः सार्वधातुके इति सूत्रेण चिन् योगः इव् वकारः योगः अन्ति चिन्वन्ति इति रूपम् आं भगिनि इदानीं चिनु इति अङ्गस्य अनन्तरं सि इति सिप् प्रत्ययः अस्ति सिप् प्रत्ययः तु हलादिपित् अस्ति अतः गुणकार्यस्य प्रसक्तिरस्ति कार्यमपि भवति चिनु चिनो इति भवति तर्हि योजनेन चिनोसि इति भवति परन्तु अत्र सकारस्य षत्वकारणेन शकारः भवति आदेशप्रत्ययोः अनेन सूत्रेण सकारः प्रत्यय अवयवः अस्ति तस्य सूत्रस्य अनुवृत्तिसहितम् एकनिमिषं भगिनि दृष्ट्वा वदामि इन्कोः आदेशप्रत्ययोः अपदान्तस्य सः मूर्धन्यः संहितायां नुं विसर्जनीयश् यश् शर् व्यवाये अपि इति अनुवृत्तिसहितसूत्रमस्ति अत्र पूर्ववर्णः अस्ति उकारः इण् वर्णः अस्ति तदनन्तरं प्रत्यय अवयवः अस्ति अपदान्तः अपि अस्ति अतः सकारस्य शकारः मूर्धन्यशकारः भूत्वा शक्नो चिनोषि इति रूपम् आगच्छति पर्याप्तं वा विवरणं पर्याप्तं तदनन्तरं चिनु चिनुयोगः तः द्वयोरपि तिप् द्वयोरपि हलादिपित् हलादि अपित् अस्ति अपित् कारणेन गुणकार्यः न सम्भवति सन्धिकार्यमपि न भवति अतः केवलं मेलनं भवति चिनुयोगः तः चिनुयोगः त चिनुतः चिनुत इति रूपे भवतः धन्यवादः अग्रिमम् उत्तमं पश्यति. चिनु योगः मी मिप् अस्ति अतः पित्वम् अस्ति हलादिप्रत्ययः अपि अस्ति पित्वत्वात् चिनो उकारः ओकारः भवति चिनो योगः मि वर्णमेलनम् एव चिन् चिन्वा येचो यवायावः चिनवामि. इदानीम् अस्माकं प्रत्ययः कः मिप् अस्ति मिप् अस्ति तर्हि अनुबन्धलोपानन्तरं मी एव तर्हि मी कीदृशप्रत्ययः अस्ति पित् पित् अस्ति कीदृशपि पित् अस्ति हलादिपित् अस्ति चेत् सन्धिकार्यं भवति वा सन्धिकार्यं नास्ति एचोयवायावः कीदृशं कार्यमस्ति सन्धिकार्यमेव तर्हि तत्तु न भवति खलु किमर्थम् इत्युक्ते अधिकारे एव क्षम्यतां भ्रमः भवति अवगतवती आम् चिनो योगः मी चिनो मी लोट्लकारं चिन्तयित्वा भगिनि उत्तरं चिनोमि चिनो योगः मी चिनोमि एव चिनु चिनु चिन् योग चिनु योगः वः वस् प्रत्ययः अपित् अस्ति हलादि अपि अस्ति अतः चिनुवः एव चिनुमः अपि समानकार्यम् इतोपि एकं कार्यमस्ति उत्तमपुरुषस्य विकल्पेन विकल्परूपम् अस्ति एकनिमिषं लोपश्चास्यान्यतरस्यां मोहो अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च मोहो अन्यतरस्याम् असंयोगपूर्वः अस्ति चिनु इति संयोगवर्णः नास्ति उतः अङ्गस्य अन्तिम उकारः लोपः किमर्थं चेत् वकारः अनन्तरम् आगच्छति अतः वः अपि विकल्परूपम् अस्ति तादृशमेव चिन्मः चिनुमः चिन्मः इति द्वे रूपे स्तः अस्तु धन्यवादः आं भगिनि लोट्लकारः अत्र सिद्धतिं प्रत्ययाः तूतात् ताम् अन्तु अङ्गमस्ति चिनु चिनु योगः तु प्रत्ययः हलादि पित् अपि अस्ति तत्कारणात् अत्र प्रथमं सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा उकारस्य ओकारः चिनोतु इति भवति विकल्पेन चिनु योगः तात् अत्र तात् तातङ् भूत्वा तुह्योस्तातङ् आशिषन्यतरस्यां कारणतः अत्र तातङ् तु नित् अस्ति तत्कारणात् अत्र निति च इत्यनेन गुणनिषेधः अत्र कोऽपि कार्यं न भवति केवलं वर्णमेलनमेव तत्कारणात् चिनुयोगः तात् चिनुतात् अनन्तरं तामपि तथैव चिनुयोगः तां यथा तात् तत्कारणात् तत्र वर्णमेलनं चिनुतां चिनुयोगः अन्तु अत्र प्रथमं अत्र अकारः इको एनचि तस्य प्रसक्तिः अस्ति परन्तु तं प्रबाध्य अत्र सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः. अनन्तरम् अन्तु तु अपित् अस्ति, तत्कारणात् सार्वधातुकम् अपित् भूत्वा नित्वत् भवति. नितिच इत्यनेन गुणनिषेधः. अनन्तरम् इदानीम् अत्र अचिष्णु धातुभ्रुवां युवर् यङ्गुवङ्गौ इत्यस्य प्रसक्तिः अस्ति, परन्तु अत्र चिनु यः अङ्गः अस्ति तत्तु असंयोगपूर्व उकारः अस्ति, अचि परः अपि अस्ति, अचि परः अस्ति, तत्कारणात् अत्र हुष्णुवोः सार्वधातुके इत्यनेन पुनः अत्र यः उकारः अस्ति अङ्गस्य अन्ते तस्य वकार तस्य स्थाने वकारः आगच्छति, तत्कारणात् अत्र चिन्वन्तु इति भवति भगिनि. धन्यवादः महोदय. पुष्पभगिनी अग्रिमं मध्यमपुरुषे प्रयत्नं करोति वा? पुष्पभगिनी अस्मि भगिनि, अत्र करपत्रम् ओपन् नास्ति. एकनिमिष अस्ति. चिनु लोट् लकार न लोट् लकार न लोट्लकारे चिनु आनि आनि अजादि लोट्लकारे मध्यमपुरुष ओ मध्यम चिनु तात् चिनु हि चिन् चिन्वहि खलु हि चिनु योगः हि एचो एव इदानीं हि कीदृशप्रत्ययः अस्ति? हलादिप्रत्ययः अपित् अस्ति. केन सूत्रेण स्मरति वा? इति सूत्रेण हि इति अपेक्षम् आरोपितमस्ति. हि इत्यस्य तर्हि अपित् अस्ति चेत् इदानीं गुणकार्यं किमपि भवति वा? नास्ति. केन सूत्रेण गुणकार्यं न भवति अपि चेत्? अहं वदामि एकनिमिषम्. सार्वधातुकम् अपि इत्यनेन निद्वत् भवति, नित्वत् भवति अपि प्रत्ययः. अनन्तरं नितीश इत्यनेन गुणनिषेधः अपि भवति. तर्हि चिनु योगः हि चिनु इत्येव तिष्ठति, तत्र गुणकार्यं किमपि भवेत् किन्तु तत् न भवति. किमर्थम् इत्युक्ते अस्माकं नूतनसूत्रमस्ति कुतश्च प्रत्ययात् असंयोगपूर्वात्. किमर्थम् इत्युक्ते चिनु इति असंयोगपूर्व उकारः अस्ति चिनु इत्यस्य. चिनु तत्र संयोगः नास्ति. तर्हि इति सूत्रेण हि इत्यस्य लुक् भवति. लुक् भवति चेत् किञ्चिन् एव तिष्ठति. तदेव अस्ति प्रधानभेदः अस्ति. यत्र संयोगपूर्वकारः अस्ति असंयोगपूर्वकारः, यत्र धातुः हलन्तम् अस्ति चेत् शक्नु इति अस्ति चेत् शक्नुहि इति भवेत्, शक्नुहि इति आगच्छति. किन्तु इदानीं चिनु इति अजादि अजन्तधातुः अस्ति, तर्हि असंयोगपूर्व उकारः भवति तस्य अङ्गस्य, तर्हि हि इत्यस्य लोपः भवति अत्र. चिनु चिनु इति एव रूपम्. चिनु इति एव. तातङ्गस्ति तर्हि तातङ्ग् इत्यनेन नित् अस्ति नित्वत् नास्ति नित्येव अस्ति तातङ्ग् इति नित् अस्ति तर्हि केन सूत्रेण इदानीं गुणकार्यं निषिद्धं भवति तत्तु सार्वधातुकादिकन इत्यनेन गुणः भवेत् किन्तु तत् न भवति केन सूत्रेण इत्युक्ते नित् अस्ति नित् चेत् निति च इत्यनेन गुणकार्यं न भवति तर्हि चिनु योगः तात् गुणकार्यं न भवति चिनुतात् अग्रिमं इति वदतु चिनुतं तं तु किमर्थं तं तु अपित् अस्ति अपि हलादि अपित् अस्ति खलु अपित् अस्ति इदानीं केन सूत्रेण गुणकार्यं निषिद्धं भवति तस्य सार्वधातुकम् अपित् अपित् इत्यनेन निद्वद् भवति नितीश इत्यनेन गुणनिषेधः समानकार्यमस्ति भो भगिनि सर्वत्र गुणकार्यं विधायकसूत्रम् अस्ति सार्वधातुकार्धातुकयोः इति किन्तु गुणनिषेधं किं करोति इत्युक्ते यदि अपित् अस्ति चेत् सार्वधातुकम् अपि निद्वत् इति अस्ति अनुवृत्तिसहितं भवति अनन्तरं नितीश इत्यनेन गुणनिषेधः भवति तर्हि निद्वत् सम्यक् जानामि किमर्थम् इत्युक्ते सार्वधातुकम् अपि इति सूत्रं वदति किं वदति इत्युक्ते यत्र सार्वधातुकम् अपि अस्ति तत् निद्वत् इति सूत्रं वदति तत्तु चिनुता अस्ति अत्र चिनुत आं भगिनि लोट्लकारे उत्तमपुरुषः अत्र तु आडुत्तमस्य पि च इति सूत्रेण सर्वत्र पित्वं भवति उत्तमपुरुषे चिनु योगः आनि अजादिपित् अस्ति सार्वधातुक अर्धधातुकयोः इति कारणेन गुणः भवति चिनो योगः आनि अत्र एचो यवायावः इति सूत्रेण अवादेशः भवति चिन् योगः अव्योगः आनि चिनवाणि इति रूपम् उत्तमपुरुष द्विवचनं चिनु योग आव तदपि अजादिपित् अस्ति सार्वधातुक अर्धधातुकयोः एचो यवायावः इति द्वयोः सूत्रेण चिनवाव इति रूपं समानकार्यं बहुवचने अपि चिनवाम चिनवानि चिनवाव चिनवाम इति उत्तमपुरुषः धन्यवादः अत्र उकारस्य लोपः भवति वा अत्र उकारस्य लोपः न भवति किमर्थम् इत्युक्ते वकारः प्रथमवर्णः नास्ति हेमा भगिनी अग्रिमं अग्रे विधिलिङ्गकारः सन्ति लङ्लकारे लुङ् लङ् लृङ्क्षु अड् उदा अडुदातः अडुदातः अनेन कारणेन सर्वत्र अकारः पूर्वम् आगच्छति अतः अङ्गं भवति अचिनु इति इदानीं किमर्थं पूर्वम् आगच्छति केन सूत्रेण पूर्वम् आगच्छति तत्र आद्यन्तौ टकितौ कार्यं करोति वा अट् इति टकितौ अस्ति टित् अस्ति चेत् आदौ आगच्छति कित् अस्ति चेत् अन्त्ये आगच्छति इति तत्र अतः सर्वत्र पूर्वम् आगच्छति. अशक् अचिनु इति रूपं भवति. तिप् तु तित् अस्ति, हलादि अपि अस्ति. तित् कारणेन तत्र गुणः भवति चिनु चिनो इति भवति. अचिनो योगः सकारः अचिनोत् इति रूपं. ताम् अस्ति, ताम् तु हलादि अपित् अस्ति. अपित् कारणेन गुणः न सम्भवति, केवलं वर्णमेलनमेव भवति, सन्धिकार्यमपि न भवति. चिनु अचिनु योगः ताम् अचिनुताम्. अग्रे अन् अस्ति, अन् तु अजादि अपित् अस्ति. अपित् कारणेन गुणः न भवति, अन् अजादिः अस्ति. अजादिः अस्ति अतः अचिनु योगः अन्. अत्र इकयोणाचि सामान्यसूत्रस्य प्रसक्तिः अस्ति अचि परे अस्ति इति, परन्तु तत् सूत्रं प्रभाद्य अत्र सार्वधातुक आर्धधातुकयोः तस्य प्रसक्तिरस्ति. परन्तु अपित् अस्ति अतः सार्वधातुकम् अपित् तं प्रभाद्य आगच्छति. ङित्वत् भवति, अनेन ङिति च सूत्रेण गुणनिषेधः भवति. गुणः न भवति अतः अग्रे विशिष्टकार्यम् आगच्छति. अचिष्णु धातु ब्रुवां युवोर् यो इयङ्गौ इति सूत्रस्य प्रसक्तिः अस्ति. परन्तु चिनु तु असंयोगपूर्वकः उकारः अस्ति. पूर्वम् अङ्गस्य अन्ते असंयोगपूर्वकः उकारः अस्ति. तदर्थं तं सूत्रं प्रभाद्य कुष्मोः सार्वधातुके इति सूत्रेण तत्र उकारस्य स्थाने यणादेशः भवति, वकारः आगच्छति. तर्हि अचिनु योगः अन् अचिन् योगः व योगः अन् अचिन्वन् इति रूपम् आगच्छति. धन्यवादः भगिनी. सारि, चिन् चिनु योगः अकारः अकारः पदान्तः अस्ति, अतः सषजुषोरुः विरामो वस सोपानेन वदतु भगिनि. अचिनु इति अङ्गं भवति. ओके, अचिनु इति सूत्रेण अड्दातः इति सूत्रेण अकारः आदौ आगच्छति. तर्हि अचिनु इति अङ्गम्, अचिनु योगः सकारः. सकारः हलादि अपित् अस्ति. चिन्तयतु, कपित् अपित्वं वा पित्वं वा तत् रस्य हलादि आदौ पित् अस्ति सिप् इति कारणेन, परन्तु सेर् ह्यपिच्च इति सूत्रे लङ् अस्ति, लोट् नास्ति. लोटो लङ्वत् लोट् लोट् एव लङ्वत् अस्ति, लङ् लोट्वत् नास्ति. पित्वमेव अस्ति इति चिन्तयामि. सिप् इति सूत्रेण इदानीं रूपं किं भवति इत्यस्य, सिप् इत्यस्य सिप् कथं सकारः सकारः भवति खलु. स्मरति वा केन सूत्रेण इति? लन्त्यम् इत्यनेन पकारलोपः, इतश्च इत्यनेन इकारस्य लोपः. इतः लस्य इतः परस्मैपदस्य लोपः लोपः, परन्तु पकारः हलन्त्यम् इत्यनेन पकारलोपः. पित्वम् अस्ति, अस्ति पित्वम् अस्ति पित्वम् अस्ति ओके. इतश्च इति इकारलोपः सि इति अकारः एव भवति. अकारः नास्ति खलु, केवलं सकारः. सकारः इति उक्तवती वा? सकारः सकारः भवति. यदा भवत्या उक्तं चिनु अचिनु इति भवति लुङ् लङ् लृङ् चु लुङ् लङ् लृङ् चु अडुदात्तः इति सूत्रेण अचिनु योगः सकारः सकारः हलादि पित् अस्ति अचिनो योगः सकारः अचिनो अचिनोः इति भवति अचिनोस् इति भवति इदानीं किम् अचिनोस् अचिनोस् इति पदं भवति पदं पदान्ते सकारः अस्ति ऋकारः भवति ससजुषोरुः इति सूत्रेण तदनन्तरं करवसानयोर्विसर्जनीयः इति सूत्रेण विसर्गं भवति अचिनोः इति रूपं सिद्धयति अनन्तरं तम् इति प्रत्ययः अचिनु इति अङ्गम् अचिनु तम् इति हलादि अपित् अस्ति अपित् अतः गुणकार्यं नास्ति हलादि अतः वर्णमेलनमेव अचिनुत् इति सिद्धरूपम् तादृशमेव अचिनुत इति रूपम् धन्यवादः सुब्रह्मण्यं महोदय अग्रिमं वदति वा आं भगिनि अत्र लङ्लकारः उत्तमपुरुष सिद्धतिं प्रत्ययाः अं वा मा अत्र लङ्लकारः कारणतः अत्र प्रथमं लुङ् लङ् लृङ् ष्वडुदात्तः इत्यनेन अत्र आद्यन्तौ टकितौ तथापि अत्र धात्वात् अङ्गात् पूर्वम् अङ्गस्य पूर्वम् अङ्गात् पूर्वम् अकारः आगच्छति अचिनु नूतनाङ्गम् अचिनु योगः इदानीं तु अम् अस्ति सिद्धतिङ् प्रत्ययः अत्र अम् प्रत्ययः तु मूलप्रत्ययः मिप् अस्ति तत्तु पित् अस्ति एतत्तु अजादिपित् अस्ति तत्कारणात् तत्र प्रथमं इको एनचि इत्यस्य प्रसक्तिः भवति परन्तु तं प्रबाध्य सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भवितुम् अर्हति गुणकार्यं भवति एव इदानीम् अत्र तथैव भवति अत्र तत्कारणात् अत्र अत्र अचिनुयोगः अं प्रथमम् उकारस्य ओकारः भवति अचिनो योगः अम् इदानीमत्र एचोयवायावः इत्यनेन ओकारस्य औ भवति तत्कारणात् अत्र अचिनवम् उत्तमपुरुष एकवचनरूपम् अचिनवम् अनन्तरम् अत्र वा अस्ति मध्यमपुरुष प्रथमपुरुषद्विवचने अचिनुयोगः वा तु हलादि अपित् अस्ति सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः परन्तु अत्र अपित् कारणात् सार्वधातुकमपि तत्तु नित्वत् भूत्वा नितित इत्यनेन गुणनिषेधः तत्कारणात् अत्र केवलं वर्णमेलनं अचिनु वा परन्तु विकल्पेन अत्र उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यनेन अत्र अङ्गं तु असंयोगपूर्व उकारः अस्ति उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यस्य अनुवृत्तिः भवति किन्तु अन्यत् सूत्रमस्ति महोदय अत्र अन्य क्षम्यतां भगिनी अत्र अन्यसूत्रमस्ति अत्र लोपश्चास्य अन्यतरस्यां वोः इति सूत्रं तत्तु हि हि तस्य लोपः भवति विकल्पेन, अत्र विकल्पेन न, अत्र लोट् लकारे आगच्छति तत्तु. इदानीं लङ् लकारविषये अस्ति, अत्र वकारः एव, वकारः आदौ अस्ति, तत्कारणात् विकल्पेन अत्र लोपश्च अस्य अन्यतरस्यां वोः इत्यनेन अत्र असंयोग अङ्गात् अङ्गस्य परः अत्र वकारः अस्ति आदौ, तत्कारणात् उकारस्य लोपः भूत्वा अत्र अचिन्व इति प्रथम उत्तमपुरुष द्विवचने अचिनुयोगः म, यथा अचिन्नुव अचिन्व द्वयोः आगच्छतः तथैव अत्र अचिनुम अचिन्म अपि आगच्छतम्. धन्यवादः. भगिनी प्रायः म्यूट् मध्ये अस्मि अस्मि अस्मि अस्मि व्यासुतः आयाति मम प्रकारे यासूत् इत्यनेन सूत्रं किमस्ति, यासूत् परस्मैपदेषु दात्तौ निच्छ इत्यनेन नित्वम् आरोपयति, तर्हि सर्वत्र नित्वम् आरोपयति खलु. केन सूत्रेण तर्हि गुणनिषेधमपि भवति, केन सूत्रेण? निति च. निति, हा उत्तमं भगिनि, निति च इति. इदानीम् अस्माकम् अङ्गं किमस्ति? चिनु. चिनुयोगः इदानीं प्रथमं सूत्रं, प्रथमप्रत्ययः अस्ति प्रत्ययः यात्. तर्हि तत्र इदानीं गुणनिषेधम् अभवत् खलु निति च इत्यनेन, सर्वत्र गुणनिषेधः, तर्हि चिनुयोगः यात् किं भवत्, चिनुयात् चिनुयातां सर्वत्र अस्ति अत्र चिनुयातां चिनुयुः चिनुयुः चिनुयाः चिनुयातां चिनुयात चिनुयां चिनुयाव चिनुयाम निति च अत्र यासु द्वे द्वे सूत्राणि प्रथमं यासुत् यासुत् एव नित्वं निच्छ इति नित्वम् आरोपयति, तर्हि निति च इत्यनेन गुणनिषेधः. भगिनि धन्यवादः भगिनि. तर्हि यथा हेमा भगिनी उक्तवती, प्रायः वयं किञ्चित् प्रयत्नं कर्तुं शक्नुमः खलु इदानीम् आत्मनिर्भरदानमपि कुर्मः. अस्तु भगिनि, तर्हि प्रयत्नं कुर्मः. दोषः भवेत् किञ्चित् महोदयस्य वर्गे एव परिशीलनं कुर्मः, अद्य तु किमर्थं किञ्चित् प्रयत्नरूपेण तर्हि रामप्रियभगिनी वदति वा इदानीम् आत्मने चिनु इति अङ्गस्य आत्मने पर्यन्तं पश्यामः. चिनु वा या अश्नु वा संयोगपूर्वम् अश्नु. अस्तु तर्हि अश्नु संयोगपूर्व उकारः अश्नु प्रथमं हलन्तदातु अस्ति हश् अश्नु इति अङ्गम् आत्मनेपदीरूपं लट्लकारे अश्नुयोगः ते इति आत्मनेपदी तिङ्ग सिद्धतिङ् प्रत्ययः हलादि अप्पित् अस्ति सार्वधातुकम् अप्पित् इति ङित्वत् भवति ङिति च इति सूत्रेण गुणनिषेधः वर्णमेलनमेव अश्नुते अश्नु प्रथमपुरुष द्विवचने अश्नुयोगः आते अत्र अजादि अपित् अस्ति अत्र तु अचिष्णु धातुभुवां युवोर् यङ्गौ इति सूत्रेण उवङ्गादेशः भवति अश्नु योगः उयोगः आते अश्नुवाते इति रूपं बहुवचने अश्नुयोगः अते तद् तत्रापि अचिष्णु धातुगुवां युवोरि अङ्गौ इति सूत्रेण उवङ्गादेशः अश्नुवते अश्नुते अश्नुवाते अश्नुवते. धन्यवादः. मध्यमपुरुषे स्ते आथे द्वे इति सिद्धतीं प्रत्ययाः सन्ति. अश्नुयोगः से से तु हलादि अपित् अस्ति. अपित् कारणेन गुणकार्यः न भवति. हलादि अस्ति अतः सन्धिकार्यमपि न भवति. केवलं मेलनं भवति. अश्नुयोगः से अश्नुसे इति भवितुम् अर्हति भवति. परन्तु तत्र सकारस्य अत्रापि षत्वं भवति. प्रत्ययस्य अवयवः अस्ति सकारः इति. आदेशप्रत्ययोः इत्यनेन सूत्रेण सकारस्य आदेशः यः आगच्छति तत्तु षकारं भूत्वा अश्नुषे इति रूपम् आगच्छति. निमित्तमस्ति प्रत्यय अवयवः. अनन्तरं अपदान्तप्रत्ययस्य वा न न सकारः से इति अस्ति तर्हि अपदान्तप्रत्ययवयवः खलु. प्रत्ययवयवः किन्तु अपदान्ते अस्ति चेत् कार्यं न भवति अपदान्तसकारः प्रत्यय अवयवः अपि. अनन्तरम् इतोपि एकं निमित्तम् अस्ति. अनुवृत्तिसहितसूत्रं वदामि. आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यः संहितायां नुं विसर्जनीयशर्व्यावायेऽपि. तर्हि इण्को इण् वर्णः अस्ति, उकारः अस्ति. एकः निमित्तमस्ति इण् वर्णः अस्ति. द्वितीय निमित्तमस्ति अपदान्तस्य सकारः अस्ति इति. तृतीयः अस्ति प्रत्यय अवयवः अस्ति. आदेशस्य अपि अत्र वक्तव्यं वा? न, तत् अत्र आदेशः किन्तु अत्र तु प्रत्यय अवयवः अस्ति, आदेशरूपी नास्ति इति. तर्हि त्रीणि आदेशरूपी अस्ति खलु सा से इत्यनेन. तर्हि चत्वारः चत्वारि निमित्तानि. इण्वर्णः आदेशः अस्ति, सकारः स च सकारः प्रत्यय अवयवः अवयवः अस्ति, स च सकारः अपदान्तस्य सकारः अस्ति. तर्हि अश्नुषे इति रूपं भवति. तदनन्तरम् आथे, आथे तु अजादि अपित् अस्ति. अपित् कारणेन गुणकार्यं न सम्भवति. अजादि अस्ति. अत्र अश्नुयोगः इको यणाचि तस्य प्रसक्तिरस्ति. इको यणाचि तं प्रभाद्य अत्र सार्वधातुक आर्धधातुकयोः अपि कार्यं कर्तुम् आगच्छति. परन्तु अत्र अपित् अस्ति अतः सार्वधातुकम् अपित् कारणेन ङित्वत् भवति. ङित्वत् कारणेन ङिति च इति सूत्रेण गुणनिषेधः भवति. इदानीं विशिष्टकार्यम् आगत्य अचिष्णु धातु भ्रुवोर्युवोर्यो इयङौ कारणेन उकारस्य स्थाने उवङ्गादेशः भवति. लोपानन्तरम् उ तिष्ठति. अश्नुयोगः अश्नियोगः उ अश्नु अश्नुवियोगः आथे अश्नुवाते इति रूपम् आगच्छति. तदनन्तरं द्वे इति प्रत्ययः अस्ति. अश्नुयोगः द्वे. द्वे तु हलादि अपित् अस्ति. गुणकार्यः न भवति. अपित् अस्ति इति कारणेन ङिति च सूत्रेण गुणनिषेधः भवति. अजादि हलादि अस्ति अतः सन्धिकार्यमपि न भवति, केवलं मेलनम् अश्नुयोगः द्वे अश्नु द्वे इति. अस्तु भगिनि, धन्यवादः भगिनि. अश्नुषि अश्नुवाथे अश्नु द्वे इति. भगिनि एकः प्रश्नः अस्ति, आदेशप्रत्ययोः इति सूत्रस्य वृत्तिः किंकोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यः संहितायां नुं विसर्जनीयशर्व्यवायेऽपि इति अस्ति. नुं विसर्जनीयशर्व्यवायेऽपि इत्यस्य अर्थं न स्पष्टम्. व्यवधानम् इत्युक्ते मध्ये आगच्छति इति. व्यवधानम् संहितायाम् इत्युक्ते साक्षात् अनन्तरम् आगच्छति इत्येव अर्थः, किन्तु यत्र व्यवधानं भवति, व्यवधानम् इत्युक्ते यत्र मध्ये एते वर्णाः आगच्छन्ति तथापि शत्वं भवति इति. यदि नुम् इति मध्ये आगच्छति चेत्, नो चेत् नुं वा विसर्गः वा, नो चेत् षट् प्रत्याहारे ये ये वर्णाः सन्ति ते अपि मध्ये आगच्छन्ति तथापि षत्वं भवति एव. प्रथमम् उकारः, अनन्तरं नुं वा विसर्गः वा शर्वा, नो चेत् सर्वे वा, एकवर्णस्य अपि अधिकमपि भवेत् भवतु नाम तथापि कार्यं भवति. अनन्तरं यदि आदेशरूपी वा प्रत्यवयवः सकारः भवति चेत् कार्यं भवति अपदान्तसकारस्य षत्वं. अत्र अस्माकं कार्यं नास्ति. न, किमर्थं साक्षात् संहितायाम् आगच्छति, किमर्थं किमपि मध्ये नास्ति, व्यवधानं नास्ति अत्र. नुम् इति अस्ति, नुम् इत्युक्ते अहं चिन्तयामि अनुस्वारः अनुनासिकवर्णः इति अस्ति खलु. नुमागमः इति वदामः खलु, क्षम्यतां, नुमागमः भवति खलु. विसर्गः कथं पदमध्ये आगच्छति? विसर्गः पदस्य मध्ये इति नास्ति अत्र. सकारः पदान्ते न भवेत्, किन्तु विसर्गः तु पूर्वतनपदे यत् अस्ति तदपि भवितुमर्हति प्रायः. यत्र प्रातःकालः इति अस्ति खलु, तत्र तु विसर्गः सन्धिभूत्वा न लोपः न भवति खलु. तर्हि प्रातः अनन्तरं प्रायः स इति आगच्छति चेत् सकारस्य शकारं भवेत्. सर् इति प्रत्याहारः चषस इति अस्ति. आम् भगिनि, एतेषु यः कोऽपि वर्णः मध्ये आगच्छति चेदपि कार्यं भवति. अभवत् वा? आम् करोमि. अश्नु अष्टु एव अङ्गमस्ति. ये इति उत्तमपुरुष एकवचन लोट् अट्लकार प्रत्ययः. ये इति अजादि पित् अस्ति. अजादि पित्वा पित्वा पित्वा अपित् अजादि उत्तमपुरुष उत्तमपुरुष ए अस्ति. अजादि अपित् अस्ति. अपित् कारणेन गुणकार्यं नास्ति. अजादिक अतः वर्ण सन्धिकार्यम् अस्ति. अश्नुयोगः ए एचोय नो इकोयनचि अश्नुवे ततः अनन्तरं इदानीं सोपानानि वक्तुं शक्नोति वा? अन्ये अन्ये अपि सन्ति खलु. इको ओके इको अणि अचिष्णु अचिष्णु धातु ब्रुवां युवोर् इयङ् उवङ्गौ युवोः स्नु धातु ब्रुवाम् अङ्गानाम् इयङ् उवङ्गौ अचि प्रसक्तिः अस्ति वा अत्र प्रसक्तिः अस्ति अपि च कृष्णोः हुष्णोः सार्वधातुके इति सूत्रस्य प्रसक्तिः न अस्ति अतः अचिष्णुधातु ब्रुवां युवोर्यङ्गौ एव कार्यं करोति उकारस्य स्थाने उवङ् आदेशः वु इति आदेशः अष्टे इति रूपं भवति किमर्थं हुष्णोः सार्वधातुके इत्यस्य प्रसक्तिः नास्ति इति उक्तवती असंयोगपूर्वस्य एव हुष्णोः सार्वधातुके इत्यस्य प्रसक्तिः अस्ति अष्णुः इति अङ्गस्य नु स्न् इति संयोग संयोगवर्णे अस्ति अस्तु तर्हि उवङ्गादेशः भवति खलु उवङ्गादेश अश्णुवे इति रूपं प्रथमपुरुष सारी प्रथमपुरुष द्विवचन प्रत्ययः वहे अश्नुयोगः वहे हलादि अपित् अस्ति अपित् कारणेन गुणकार्यं नास्ति हलादिकारणेन वर्णमेलनमेव अश्नुवहे इति सिद्धरूपम् अश्नुमहे अपि समानकार्यम् भगिनि अत्र लोट्लकारः इदानीं प्रथमपुरुष ताम् आताम् अताम् अत्र अश्नु अङ्गमस्ति अश्नुयोगः ताम् ताम् अत्र हलादि अपित् अस्ति सार्वधातुकार्धधातुकयोः सार्वधातुकार्थमपित् निति च इत्यनेन गुणनिषेधः अत्र कोऽपि कार्यं नास्ति अश्नुयोगः ताम् अश्नुताम् आताम् अश्नुयोगः आताम् आताम् अत्र अजादि अपित् अस्ति अत्र प्रथमं इको एनचि कार्यं कर्तुं तस्य प्रसक्तिः अस्ति परन्तु तं प्रबाध्य अत्र सार्वधातुकार्धधातुकयोः सार्वधातुकमपि निति च इत्यनेन गुणनिषेधः अनन्तरम् अत्र अचिष्णुधातुभ्रुवां युवर्यङ्गुवङ्गौ तत्कारणात् अत्र उकारस्य स्थाने उवङ् आदेशः अश्न उव योगः आताम् अश्नुवाताम् इति रूपम् अताम् अपि तथा एव अत्र अश्नुवताम् इति रूपं भवति This session is no longer being recorded. किम् अभवत् रेकार्डिङ्ग् तु अहम् अग्रिमं गच्छामः इति रेकार्डिङ्ग् न भवति पुनः भगिनि अग्रिमे गच्छामः इति रेकार्डिङ्ग् न भवति अग्रे गच्छामः नो चेत् विरमामः एतद् समापयामि भगिनि लोट्लकारः पुनः आरम्भं करोमि The recording has started. अस्तु इदानीं लोट्लकारस्य अग्रिमः कस्य क्रमः अस्ति पुष्प भगिनी वदति वा महोदय अहं चिन्तयामि स्व आथां ध्वं स्वा तु चिनु स्वा चिनु श्नु श्नु अश्नु अश्नु अङ्गम् अश्नु अङ्गम् अश्नु अङ्गं स्वा प्रत्ययः स्वा तु हलादि अपेत् अत्र सः सा गुणकार्यं भवति वा न केन सूत्रेण न भवति सूत्रेण सार्वधातुक अपित् इत्यनेन निद्वद् भवति निद्वद् भवति इति च इत्यनेन गुणनिषेधः गुणनिषेधः अश्नुयोगः स्व अत्र एक सूत्रमस्ति सकार अद्य अधुना निष्क्रियते न किम् सूत्रेण किं कार्यं भवति आदेशप्रत्यय